पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 44 मार्कण्डेय उवाच शृणुराजन् प्रयागस्य माहात्म्यं पुनरेवदु यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः मानसं नाम तत्तीर्थं गङ्गायामुत्तरे तटे त्रिरात्रो पोषितो भूत्वा सर्वान् कामानवाप्नुयाद गोभूहिरण्यदानेन यद्फलं प्राप्नुयान्नरः यदद्फलमवाप्नोति तत्तीर्थं स्मरते पुनः अकामो वा सकामो वा गङ्गायां यो विपद्यते मृतस्तु भवति स्वर्गे नरकं न च पश्यति अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुध्यते हंससारसयुक्तेन विमानेन स गच्छति बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुञ्जते ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः सुवर्णमणिमुक्ताढ्ये जायते स महाकुले षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च माके मासि गमिष्यन्ति गङ्गायमुनसङ्गमे गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलं प्रयागे माघमासे दुत्र्यहं स्नानस्य तद्फलं गङ्गायमुनयोर्मध्ये पञ्चाग्निं यस्तु साधयेद् अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः तावद्वर्षसहस्राणि स्वर्गलोके महीयते ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् स भुक्त्वा विपुलान् भोगांस्तत्तीर्थं भजते नरः जलप्रवेशं ह्यः कुर्यात् सङ्गमे लोकविश्रुते राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः सोम लोकमवाप्नोति सोमेन सह मोददे षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च स्वर्गलोकमवाप्नोति ऋषिगन्धर्वसेवितः परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले अथ शिरास्तु योज्ज्वाला मूर्ध्वपादः पिबेन्नरः शतं वर्षसहस्राणि स्वर्गलोके महीयते परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः भुक्त्वा दुविपुलान् भोगांस्तत्तीर्थं भजते नरः यस्तु देहं विकर्तित्वा शकुनिभ्य प्रयच्छति विहङ्गैरुपभुक्तस्य शृणुतस्यापि यद्फलं शतं वर्षसहस्राणां सोमलोके महीयते ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः गुणवान् रूपसम्पन्नो विद्वान् सुप्रियदेहवान् भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं भजते पुनः यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतं यगरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः ॐ